नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति भुवादिगणः इति विषयः अनुवर्तते. अत्र गतवर्गे गृहपाठः आसीत्, दशधातून् स्वीकृत्य अभ्यासं कर्तव्यमिति उक्तमासीत्. तत्र अभ्यासः कर्तव्यः इति उक्तमासीत्. तत्र कृतं वा, सर्वैः कृतं वा? आं भगिनि, आं भगिनि. अस्तु, मया न कृतं भगिनि, क्षम्यतां. न कृतं वा मीना भगिनि? न कृतं भगिनि. अस्तु अस्तु अस्तु. सूर्यकुमारी भगिनी कृतवती इति ज्ञातवती, सा मह्यम् ईमेल् अपि प्रेषितवती. बहु समीचीनं. तर्हि इदानीं किञ्चित् पश्यामः. तर्हि तत्र सूर्यकुमारी भगिनी भवती एव वदतु, तत्र तत्र के के दातवः तत्र सन्ति भवत्याः गृहपाठस्य कृते. भगिनि, कान् दातून् स्वीकृत्य भवती कृतवती इति मया प्रश्नः. आं भगिनि, प्रथमधातुः अस्ति, परस्मैपदधातुः धातुः आव् अङ्गमस्ति अव लट्लकाररूपं परस्मै. इदानीम् अहं पृच्छामि लोट्लकार उत्तमपुरुषरूपं वदतु. लोट्लकार उत्तमपुरुष अवाम अवाव क्षम्यताम् अवानि अवाव अवाम. तत्र वाक्यरूपेण वक्तव्यं खलु, अहम् अवानि. अहम् अहम् अवानि आवाम अवाव वयम् अवाम इति. तत्र आत्मनेपदी दातु अस्ति वा भवत्याः तत्र लिस्ट् मध्ये? हा भगिनि, आत्मनेपदी हृदातुः उभयपद अस्ति. आत्मनेपदी किं रूपं भगिनि? कः धातुः? हृ. हृदातुः आत्मनेपदी अस्ति वा? हरति इति रूपं खलु, हरते इति अपि अस्ति वा? उभयपदी अस्ति. उभयपदी अस्ति. अस्तु, आत्मनेपदी रूपं तर्हि तत्र लङ्लकारे मध्यमपुरुषे वदतु. लङ्लकारे मध्यमपुरुष अहरताः अहरेताम् अहरध्वं. न न, पुनः वदतु. हर अङ्गमस्ति, अहरताः. अत्र वाक्यरूपेण वदतु. त्वम् अहरताः, युवाम् अहरेथाम्, यूयम् अहरध्वम्. समीचीनम् इति. एतादृशम् एतादृशः भवति चेत् अभ्यासः, तदानीं तत्र झटिति मनसि आगच्छति वा इति प्रश्नः खलु. इदानीम् अहं लट्लकारे मध्यमपुरुषः इति वदामि चेत् तत्र झटिति मनसि वाक्यरूपेण आगच्छति वा इति प्रश्नः. तत्र समीचीनम्. इतोपि अभ्यासः आवश्यकः, झटिति वक्तव्यम् इति खलु लक्ष्यं. समीचीनं. तर्हि इदानीम् अन्य कः? शोभा भगिनी भवती कृतवती वा? आं भगिनी कृतवती. वदतु, के धातवः? धातवः परस्मैपदेषु चित्, मन्थ्, गद्, नद् अपि च खाद् इति. आत्मनेपदी एध्, स्पर्ध, गाध्, बाध्, मन्द्. अत्र परस्मैपदी किम् उक्तवती? मन्त् इति उक्तवती खलु, मन्त्. मन्त्. तर्हि मन्त् इति धातोः लङ्लकारे मध्यमपुरुषे वदतु. लङ्लकारे मध्यमपुरुषे. अस्तु. अमन्त अमन्त अमन्थत् अपि च अमन्थः मध्यमपुरुषे. त्वम् अमन्थः युवाम् अमन्ततम् मध्यम एकवचने लङ्गि अमन्तः किल अपटः इति. अमन्तः त्वम् अमन्तः युवाम् अमन्ततम् यूयम् अमन्तत समीचीनम् इति आत्मनेपदी एद् धातोः लटि उत्तमपुरुषे. हा लटि उत्तमपुरुषे उत्तमपुरुषे. अस्तु. अहं तत्र ए भवति. अहम् एधे आवां एधावहे वयं एधामहे. समीचीनम्. अस्तु समीचीनम्. अन्य कोऽपि अस्ति वा अरविन्द महोदय? आं भगिनि. परस्मैपति जी जये शुप्रसवैश्वर्योः स्मृतिचिन्तायां ष्टागतिनिवर्तौ तृप्लवणकरणयोः एतानि पञ्चानि पञ्च धातूनाम् अभ्यासः. समीचीनं. तृधातोः विधिलिङ्गकारे मध्यमपुरुषे वदतु. तृधातु मध्यमपुरुषे मध्यमपुरुषे वदतु रूपाणि. अस्तु. तृ मध्यमपुरुषे. अस्तु. अत्र तृ तृतरे त्वं तरे तरेः युवं तरेतम् यूयं तरेत. समीचीनं समीचीनम्. आत्मनेपदी दातवः सन्ति वा? आत्मनेपदी अस्ति जुषौ प्रतिशपनयोः लज्ज अश्लेजयो व्रीडायां मी मीं हिंसायां शूं प्रति प्रणिप्रसवे लज्ज लज्ज दातुं स्वीकरोतु. लज्ज दातुं स्वीकृत्य विधिलिङ्गि उत्तमपुरुषे वदतु. विधिलिङ्ग् उत्तमपुरुषे लज्ज धातुः. त्वं लज्जेताः त्वं युवां उत्तमपुरुषे उत्तमपुरुषे अच्छा उत्तमपुरुषे अहं लज्जे लज्जेय आवां लज्जे वहि वयं लज्जेमहि. समीचीनं समीचीनम्. अन्य कोऽपि? अनेहि न कृतं वा गृहपाठं? कृतवती भगिनि. कृतवती भगिनि. अस्तु अस्तु. तर्हि तत्र लक्ष्मीभगिनी वदतु. तत्र अहं सज्जता तु यः कृतवती इति उदाहरणं दत्तमस्ति तदेव कृतवती स्वीकृतवती. षज् सङ्घे इत्यस्य सज् परस्मैपदीरूपं तत् कृतवती परस्मैपदस्य. श्वज् अपि कृतवती. दश् दंश् अपि कृतवती. आत्मनेपदी इत्यस्य इदानीं परस्मैपदी एकक्षणं. परस्मैपदी तत्र षज् धातोः एव तत्र लङ्लकारे प्रथमपुरुषे वदतु. लङ्लकारे प्रथमपुरुषे असजत् असजताम् असजन् सः असजत् तौ असजतां ते असजन्. समीचीनम्. आत्मनेपदी किं किं भगिनि? आत्मनेपदी आत्मनेपदी जम्पते स्वीकृतवती. जम्प् धातुः स्वीकृतवती. जब् जब् धातुः. तर्हि जब् धातोः एव तत्र लङ्लकारे मध्यमपुरुषे वदतु. जम्पते अजम्पत मध्यमपुरुषे अजम्भेः अजम्भेथा अजम्भेथा आत्मनेपदी इत्युक्तवती खलु. आत्मनेपदी लङ् लकारे मध्यमपुरुषे अजम्भधाः अजम्भेधाम् अजम्भद्वं वाक्यरूपेण वदतु त्वम् अजम्भधाः यूयम् अजम्भधाम् युवाम् अजम्भधाम् यूयम् अजम्भद्वम् अजम्भधाम् इति अस्ति वा अजम्भेधाम् क्षम्यताम् त्वम् अजम्भधाः यूयम् अजम्भेधाम् युवाम् अजम्भेधाम् यूयम् अजम्भध्वम् पुनः एकवारं वदतु त्वम् अजम्भधाः युवाम् अजम्भेधाम् यूयम् अजम्भध्वम् अस्तु समीचीनम् अस्तु विजयलक्ष्मी भगिनि आं भगिनि इच् इष् धातु परस्मैपदी इच्छायाम् अनन्तरं गद् धातु खाद् धातु पठ पच् परस्मैपदीषु अनन्तरम् इष्टातुं स्वीकृत्य इष्टातुं स्वीकृत्य लोटि मध्यमपुरुषे वदतु त्वम् इच्छ त्वम् इच्छ इच्छतात् युवाम् इच्छतं यूयम् इच्छत आत्मनेपदी आत्मनेपदी बाध् धातु अनन्तरं मुद् धातु कूर्द् धातु स्पन्द् धातु कूर्द् धातुं स्वीकृत्य लोटि उत्तमपुरुषे अहं कूर्दे आवां कूर्दावहै सारी अहं कूर्दै आवां कूर्दावहै वयं कूर्दामहै समीचीनं अस्तु अन्य कोऽपि अस्ति वा वदतु धातुः कः परस्मैपदी परस्मैपदी आत्मनेपदी सर्व उभयपदी दातवः अस्तु अस्तु समीचीनं तर्हि वदतु नी इति दातु वा नी दातु वा अस्तु नीदातोः हा नीदातोः विधिर्लिङ्ग् विधिर्लिङ्ग् प्रथमपुरुषे वदतु परस्मैपदी परस्मैपदी नीदातोः नये सः नये सौ नयेतां ते नयेयुः समीचीनम् अनन्तरम् अन्यः आत्मनेपदी न भिन्नधातुः इदानीं भिन्नधातुः वदतु शक् इति वा बक्ष् इति दातुं स्वीकृत्य बक्ष् इति दातुं स्वीकृत्य तत्र विधिलिङ्गि प्रथमपुरुषे वदतु विधिलिङ्ग् परस्मैपदी न आत्मनेपदी ओके आत्मनेपदी सः भक्षयेत समीचीनं झटिति मनसि आगच्छति खलु भक्षये इति भक्षयति इति वा भगिनि भक्षयति इति वा तत्र धातु चुरादिगणीयधातुः अस्ति वा चुरादिगणीयधातुः अस्ति चेत् निच् भवति खलु तत्र भक्षय इति अङ्गं खलु अङ्गं किं भक्षय इति अङ्गं खलु अस्तु तर्हि भक्ष भक्षये इदानीं वदतु रूपं किं भवति भक्षय इति अङ्गमस्ति चेत् रूपं किं भक्षयति भक्षयन्ति भक्षयति भक्षयतः भक्षयन्ति लट् रूपं देन् लोट् न न इदानीम् इदानीं केवलं विधिलिङ्गि वदतु ओके ओके विधिलिङ्गि आत्मनेपदी भक्षयेत भक्षयीयासां भक्षयेरन् इति अस्ति भक्षयेथाः भक्षयेयासां भक्षयेद्वं भक्षयेय भक्षयेव हि भक्षये इति एव उक्तवती खलु पूर्वमपि तथा एव मया श्रुतम् अस्तु तत्र विजयलक्ष्मी भगिनी किम् आसीत् किं भगिनी तथा एव उक्तवती खलु भक्षयेत इति एव उक्तवती खलु न न अहं केवलं चुरादिगणस्य इति तदेव पृष्टवती आमाम् अस्तु अस्तु अस्तु तत्र दोषेण उक्तवती इति मया चिन्तितम् अस्तु न न सम्यक् एव चुरादिगणीय दातु समीचीनम् अन्य अहं शुभ् धातु कृतवती भगिनि शुभ् धातुः वा वदतु शुभ् धातुः परस्मैपदि वा आत्मनेपदि आत्मनेपदि वा अस्तु एकक्षणम् आत्मनेपदि अस्ति चेत् इदानीं तत्र लोट् लकारे मध्यमपुरुषे वदतु त्वं क्षोभत्स्व त्वं युवां क्षोभेत्थां युष्मान् भगिनि युष्मान् यूयं यूयं क्षम्यतां यूयं क्षोभद्वं क्षोभद्वं क्षोभद्वं क्षम्यताम् अस्तु अनन्तरम् आत्म परस्मैपदि अहं सुलभं कृतं स्वीकरोति खन् धातु किं खन् खन् अस्तु खन् धातोः इदानीं वदतु लङ्गि प्रथमपुरुषे पदं प्रथमपुरुषे सः अखन् अखत् ते तौ पुनः वदतु प्रथमपुरुषे किं तत्र अङ्गं किम् अस्ति अखत् धातुः कः खन् इति खन् खन् खन् अखन् अखन्त् अखनत् अहं सम्यक् अखनत् तौ तौ अखन् तं तां ते अकन्तः न न न ते तत्र किमस्ति पुनः वदतु द्वे अत्र ते सिद्धप्रत्ययः कः अखन् अखनन् अखनन् अखनन् क्षम्यताम् समीचीनं समीचीनम् आत्मनेपदि कृतवती भगिनि शुभ् धातु अशुभ् धातु भवती उक्तवती खलु अस्तु समीचीनम् ओ तत्र रिवर्स् कृतवती अतः अन्य कोऽपि आं भगिनि वंसि भगिनि वा मन्दं श्रूयते वदतु चिन्ता नास्ति वदतु तदनन्तरं वक्तुं न वदतु अत्र रेटामि इति वदामि रेटामि इति परिभाषम् इति अस्ति रेट् इति धातु अस्ति रेट् रेट् रेट् परस्मैपदि वा उभयपदि अस्ति भगिनि सत्यम् उभयपदि अस्ति वा अस्तु इदानीं तत्र लोटि उत्तमपुरुषे वदतु लोटि परस्मैपदि वा आत्मैपदि वा भगिनि परस्मैपदि वदतु रेट् आनीयावाम रेटामि रेटा वा रेटाम इति अस्ति वाक्यरूपेण वाक्यरूपेण अस्तु अधुना अहं रेटामि वा आवाम् आवां आवां किं वदामि न तावदेव तत्र अन्यत् किमपि नास्ति आवां रूपं तावदेव ओ तावदेव वा अस्तु वाक्यम् अस्तु आवां रेटा वा वयं रेतामः। हा तावदेव, यदि तावद् जानीमः चेत् मध्ये यत्किमपि वयं स्थापयितुं शक्नुमः। अस्तु अस्तु, इदानीं तत्र आत्मनेपदी लोट्लकारे एव भगिनि। अन्यः धातुः, अन्यः धातुः वेण् इति अस्ति, वेण् इति कृतवती, वेण् इति कति वेण् अस्ति, वेण् एव अस्ति, आत्मनेपदी अस्ति खलु, तर्हि तत्र इति तर्हि तत्र किं तत्र लटि मध्यमपुरुषे वदतु, लटि मध्यमपुरुषे आत्मनेपदे अस्ति, वेणस्थे वेणेथे वेणध्वे, अस्तु क्षम्यतां, त्वं वेणेसे यूयं युवां वेणेथे यूयं वेणध्वे, एकवचने किमस्ति पुनः वदतु, त्वं वेण त्वं वेणसे, हा अस्तु अस्तु समीचीनं। पमेला भगिनी इदानीं। आं भगिनि, अहमपि खन् धातु कृतवती, रञ्ज् सीद् अपि च दश आत्मनेपदी दश इति दातुं स्वीकृत्य अत्र लोटि मध्यमपुरुषे त्वं दश त्वं दशे दशेः युवां दशे परस्मैपदे धातुः खलु, हा दश, तर्हि तत्र तत्र किं लटि इति उक्तं खलु, लटि मध्यमपुरुषे, ओ लटि क्षम्यतां, त्वं दशसि युवां दशतः यूयं दशत, समीचीनम्। अन्यः अन्य आत्मनेपदी घृत् धातु कृतवती, अपि च स्पर्थ् घृत् धातुं स्वीकृत्य तत्र लङ्गि मध्यमपुरुषे वदतु, भगिनि घृत् घृत् मध्यमपुरुषे लङ्गि, त्वं आद्रते था युवाम् आद्रते थां यूयम् आद्रते द्वम् आद्रतद्वं सोरि त्वं कः धातुः कः दत्तु किम् उक्तवती भगिनी, अहं सम्यक् न श्रुतवती, क्षम्यता, न न भवत्याः के के दातवः सन्ति तत्र वदतु, दध ओ दध दद इति तु भुवादिगणे धातुः वा, भुवारि आत्मनेपदी अस्ति भगिनि, अल्पप्राणधकार महाप्राणधकार दधते अस्ति, क्षम्यतां, त्वं अदध युवाम् अदधत्तं युवां सोरि युवाम् अदधत्तं यूयम् अदधत्, एकक्षणम् एकक्षणं, तत्र लङ्गी मध्यमपुरुषे पुनः वदतु, ओ लङ्गी त्वम् अदधः युवाम् अदधत्तं यूयम् अद, न न तत्र लङ्गी मध्यमपुरुषे वदति, इदानीम् आत्मनेपदी धातुः खलु, क्षमां याचे, त्वं अददथा यूयम् अददथाः महाप्राणताकारः, क्षमतां मम उच्चारणे दोषः अस्ति, त्वम् अददथाः युवाम् अददथां यूयम्, न न मध्यमपुरुषे द्विवचने सम्यक् नास्ति, युवाम् अददथां खलु भगिनि, एतत् सिद्धप्रत्ययः कः, दधे दधे दधे इताम् इति खलु प्रत्ययः, इत्थां थां तदेव उक्तवती अधरे ताम् ओ ओ ईकारं विस्मृतवती, आम् युवाम् अददेताम् यूयम् अददध्वम् क्षमामि आचार्य. अस्तु तत्र अन्यः अन्य अन्यं दातुं वदतु इदानीम् अन्य स्पर्धते किं वक्तव्यं स्पर्धदातौ लोटि उत्तमपुरुषे वदतु. लोटि उत्तमपुरुषे अहं स्पर्धे अहं स्पर्धै आवां स्पर्धा वही वयं स्पर्धामहे. अस्तु समीचीनम्. अन्य कोऽपि अत्र न उक्तवान्? विनय महोदय. आं भगिनि, अहं केवलं त्रयधातोः दृष्टवान्. एकधातुः अस्ति षष्ज अस्ति षष्ज षष्ज धातु परस्मै भवति युनो, परन्तु अत्र अहम् एक अन्यस्थाने दृष्टवान् तत्र अनु आत्मने अपि भवति अतः अस्तु अस्तु भवतु भवतु. इदानीं परस्मैपदी तत्र तत्र विधिलिङ्गि उत्तमपुरुषे वदतु. ओके, उत्तमपुरुष विधिलिङ्ग् इत् इतामियुः अतः अहं न सः सः सज्जयेत् उत्तमपुरुष अतः कोऽपि चिन्ता नास्ति. अतः अहं सज्जेयम् अहम् आवां सज्जयेव वयं सज्जेयम सज्जेयम सज्जेयम सज्ज इति धातुः वा? धातु सज्ज सज्ज न ओरिजिनल् धातु षष्ज अस्ति परन्तु तत्र सज्ज भवति. अस्तु अस्तु समीचीनम्. अस्तु अन्यः अन्यधातु रज् धातु अपि अहं दृष्टवान् आत्मनेपदि वा? रज् धातु अहं रज् धातु अहं स्पष्टतया न जानामि अतः अह यदि न यदि रज् धातु न इदानीम् एकं दिवादिगण अस्ति न यदि रजाति दिवादिगण अस्ति तर्हि रज् भवति रज्यते आत्मनेपदि अस्ति खलु. तर्हि इदानीं तत्र वदतु लङ्गि उत्तमपुरुषे लङ्लकार उत्तमपुरुष आत्मनेपदि अतः तामन्त अत्र अरजत अरजेताम् अरजन्त न न आत्मनेपदि उत्तमपुरुषे लङ्गि इति उक्तं खलु. न उत्तमपुरुष महिमहि अथ उत्तमपुरुष अरजे अरेजामहि अरेजामहि उत्तमपुरुष वाक्यरूपेण अहम् अहम् अरजे आवाम् अरेजामहि वयम् अरेजामहि. तत्र धातुः मम स्पष्टता नास्ति. रज् इति धातुः वा? न धातु रज् धातु रज् अस्ति परन्तु अहं केवल कन्फ्यूजन् अस्ति अतः दिवादिगण यदि अस्ति तस्य रज् भवति. अहं रज् इति धातुमेव न पश्यामि. कुत्र अस्ति रज् धातुः? रज् इति न पश्यामि एव. रजति इति वा? रञ्ज रञ्ज रञ्जति रञ्ज रजते. अस्तु अस्तु रञ्ज इति उक्तं खलु. अस्तु अस्तु अस्तु इदानीम् अस्तु समीचीनम्. अस्तु धन्यवादः. इदानीम् अन्य कोऽपि? नमस्ते भगिनि, अहम् उषा अस्मि. क्षम्यतां भगिनि, ऐ किं लेट्. अहमपि ग्रास् ता धाण् सृ परस्मैपति धातोः कृतवती धातुं स्वीकृतवती सृधातोः तत्र लोटि उत्तमपुरुषे लोटि उत्तमपुरुषे सृधातोः अहं धावानि अहम् आवां धावावः वयं धावामः आत्मनेपदि आत्मनेपति अहं स्वञ्च् धातु कृप् धातु लभ् धातु मन् मन् चतुर्थगण कृप् धातुं स्वीकृत्य कृप् धातुं स्वीकृत्य लोटि उत्तमपुरुषे लोटि उत्तमपुरुषे कृप् धातु अहं कल्पै आवां कल्पावहै वयं कल्पामहै समीचीनं विशेषधातुः अस्ति समीचीनम् अस्तु धन्यवादः अन्य कोऽपि अस्ति वा भगिनी अहं सृ धातु परस्मैपदे अपि च पृच् धातु आत्मनेपदे कृतवती भगिनी धातुद्वयमेव सृ धातुः इति कृतवती वा सरि अस्तु सृ धातोः सृधातु अस्तु सृ धातोः इदानीं विधिर्लिङ्गि मध्यमपुरुषे वदतु मध्यमपुरुषे धा भवति दावेः इदानीं तत्र आदेशः नास्ति इति चिन्तयतु आदेशं विना वदतु आदेशं विना सरेः सरेतं सरेत वाक्यं दावेः दावेतं दावेत न न वाक्यरूपेण वदतु ओ स त्वं सरेः युवां सरेतं यूयं सरेत समीचीनम् आत्मनेपदी आत्मनेपदी पृच्छ धातु पृच्छ धातुः परस्मैपदी अस्ति खलु आत्मनेपदी अपि अस्ति वा नास्ति नास्ति पृच्छते परस्मैपदी एव आत्मनेपदी कुत्र कथमहं पृच्छते इति दत्तं नूतनधातुं निर्मितवती इति प्रायः क्षम्यतां भगिनि अस्तु चिन्ता मास्तु इदानीम् अग्रे गच्छेम खलु अस्तु तत्र कोऽपि प्रश्नः अस्ति वा नो चेत् पाठं प्रति गच्छामः अस्तु समीचीनं बहु समीचीनतया अभ्यासः जातः तत्र लाभदायकम् इति मन्ये खलु अस्तु तर्हि इदानीम् अत्र किं अस्तु अस्तु समीचीनं तर्हि इदानीं तत्र अस्माकं पाठं प्रति गच्छामः द्वादिगणः इति विषयः अनुवर्तते एतावत् अस्माभिः ज्ञातं यत् द्वादिगणे तत्र प्रथमतया कर्तरि शप् इति सूत्रेण सर्वेभ्यः धातुभ्यः शप्रत्ययस्य विधानं भवितुमर्हति यत्र यत्र कर्त्रार्थकसर्वधातुकप्रत्ययः अस्ति तर्हि प्रथमतया गणस्य चिन्तनमेव नास्ति सर्वेभ्यः गणेभ्यः सर्वेभ्यः धातुभ्यः कर्तरि शप् इत्यस्य विधानं भवितुमर्हति उत्सर्गरूपेण तत्पश्चात् ये विशेषदातवः सन्ति इत्युक्ते तत्र सुदादिगण्यदातवः रुदादिगण्यदातवः इति विशेषदातवः सन्ति तेभ्यः विशेषविकरणप्रत्ययविधानं भवति शपं प्रबाद्य तर्हि तत्र अवशिष्टदातवः के यत्र शप् विधानं भवति इति चेत् तत्र भुवादिगण्यदातवः एव अवशिष्टदातवः इत्युक्ते तेषां कृते विशिष्टसूत्रं नास्ति इत्यतः कर्तरि शप् इति उत्सर्गसूत्रेण एव भुवादिगण्यधातुभ्यः शप्रत्ययस्य विधानं भवति तदानीं शप्रत्ययस्य विधानं भवति शप् इत्यस्य महत्त्वं किम् इति चेत् पित् अस्ति इति कृत्वा अङ्गकार्याणि भवन्ति अत्र मुख्यरूपेण गुणकार्यं भवति सर्वधातुकार्धधातुकयोः उगन्तलघुपदस्य च अनयोः कार्यम् अत्र भवति अस्माभिः ज्ञातं यत् अत्र भुवादिगणे प्रायेण बहवः धातवः सामान्यदातवः, यत्र विशेषकार्यं किमपि नास्ति, अतः झटिति रूपं वयं वक्तुं शक्नुमः. अनन्तरम् इगन्तधातुः अस्ति चेत् गुणः भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण. अनन्तरं लघु इगुपदधातुः अस्ति चेत् उगन्तलघुपदस्य च इति सूत्रेण शपं निमित्तीकृत्य गुणकार्यं भवति इति अपि ज्ञातम्. तदनन्तरं विशेषधातवः, तेषु आदिमः अस्ति इषुगमयमां छः इति सूत्रेण, तत्र इषुगम् अपि च यम् एतेषां धातूनाम् अन्तिमवर्णस्य स्थाने छकारादेशः भवति, अतः एव इच्छति, गच्छति, यच्छति इति रूपाणि भवन्ति. तदर्थमेव तत्र छेच इति सूत्रमपि अस्माभिः चर्चितं. तत्र सन्धिकार्यं संहितायाम् अस्ति इदं सूत्रं. छकारे परे ह्रस्वस्वरस्य तुगागमः भवति इति ज्ञातं. तदर्थमेव तत्र गच्छति, यच्छति इत्यत्र तत्र चकारः दृश्यते, अल्पप्राणचः चकारः अपि दृश्यते तुगागमस्य कारणेन. तदनन्तरं दात्वादेशः, तत्र दीर्घसूत्रमपि ज्ञातं. पाग्राद् मा सा मान् दान् दृशि अर्ति सर्ति सद षद पिब जिग्र दम तिष्ठ मन यच्च पश्य ऋच्च दौ क्षीय सीदाः इति सूत्रं. तेन क्रमेण एतेषां धातूनां दात्वादेशाः भवन्ति इत्यपि ज्ञातं. तत्र केवलं क्षितिपरे एव भवति, यत्र क्षितिपरे इति उक्त्वा सार्वधातुकप्रक्रियायामेव भवति, अर्धधातुकप्रक्रियायां न भवति इति वक्तव्यम्. तस्मिन् सन्दर्भे एव अस्माभिः इक्ष्टिपौ धातुनिर्देशे इति वार्तिकमपि ज्ञातं. धातोः निर्देशः सूत्रेषु इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन क्रियते. किमर्थं क्रियते इति चेत् प्रायेण छन्दसः कृते क्रियते, नो चेत् सूत्रस्य अलङ्कारार्थं, धातोः निर्देशार्थं. ष्टिप् प्रत्ययस्य विशेषप्रयोजनं किम् इति चेत्, ष्टिप् प्रत्ययेन धातुः निर्दिष्टः चेत् तर्हि यङ्लुकि तस्य कार्यं न भवति इत्यपि अस्माभिः पठितं. तत्र इक् प्रत्ययः ष्टिप् प्रत्ययः द्वौ अपि कृत् प्रत्ययौ स्तः, यतोहि तिङ्क्ष तत्र यतोहि तिङ् भिन्नः, द्वौ अपि तिङ् भिन्नौ इति कृत्वा कृत् प्रत्ययौ स्तः. तर्हि तत्र सामान्य अर्थः कः इति चेत् कर्त्रार्थे भवन्ति, यतोहि विशेषः अर्थः न उक्तः इति कृत्वा सामान्य अर्थः कर्त्रार्थे एव भवन्ति. कर्त्रार्थे भवन्ति चेत् तत्र षित् प्रत्ययः षित्वात् षित्वात् सार्वधातुकप्रत्ययः कर्त्रार्थे अपि अस्ति इति कृत्वा तत्र विकरणप्रत्ययस्य विधानं भवितुम् अर्हति. षित् प्रत्ययः यदा तत्र तिङ् प्रत्ययः अस्ति इति कृत्वा तत्र सार्वधातुकः कर्त्रार्थकः अस्ति इति कृत्वा विकरणप्रत्ययस्य विधानं यथा भवति, तथैव ष्टिप् प्रत्ययः तिङ् नास्ति, कृत् अस्ति, परन्तु तत्र कर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा विकरणप्रत्ययस्य विधानं शक्यते. इक् प्रत्ययस्य विषये तथा नास्ति. इक् प्रत्ययः तिङ् भिन्नः, कृत् प्रत्ययः परन्तु आर्धधातुकप्रत्ययः, अतः तत्र गणनिमित्तिकविकरणप्रत्ययः न आयाति इति तत्र भेदः अस्ति. तत्पश्चात् तत्र अस्माभिः विशिष्टसूत्राणि अपि ज्ञातानि. प्रथमं तत्र दंश संज स्वञ्जां शपि इति सूत्रेण एतेषां धातूनां दंश संज स्वञ्ज एतेषां धातूनां नकारस्य लोपः भवति शपि परे. दंश संज स्वञ्जां शपि इति सूत्रे इति सूत्रेण तत्र य उपधायां यः नकारः अस्ति तस्य लोपः. तत्पश्चात् रञ्जेश्च इति सूत्रेण रञ्ज धातोः अपि नकारस्य लोपः इति ज्ञातं. तदनन्तरं तत्र रदि जबो रचि इति सूत्रेण रद् जब् अनयोः धात्वोः नुम् आगमः भवति. पूर्वं नकारस्य लोपः इति उक्तम्, अत्र नुमागमः भवति अजादिप्रत्यये परे इति उक्तम्. अतः अजादि इति उक्तत्वात् न केवलम् अत्र भुवादिगणे अवसरः अस्ति, अजादिः इति उक्तत्वात् अन्यत्रापि यत्र अन्य कृत् प्रत्ययाः सन्ति, अजादिप्रत्ययः, अनियर् प्रत्ययः, नूल् प्रत्ययः, एतादृशप्रत्ययाः सन्ति, तत्रापि अस्य कार्यं भवितुमर्हति. निच् प्रत्ययः अनन्तरं तत्र तदनन्तरं कृपोरोलः इति सूत्रमपि ज्ञातं. कृप्तातोः तत्र यदा कृप्तातोः गुणः जायते, प्रत्ययं निमित्तीकृत्य यदा गुणः जायते तदानीं तत्र रेपः आयाति, रेपस्य स्थाने लकारादेशः भवति. अतः कृप्योगः शप् इति अस्ति चेत् गुणः भूत्वा कर्प् इति स्थितौ तत्र रेपस्य स्थाने कृपोरोलः इत्यनेन लकारादेशः भवति, अतः कल्पते इति रूपं यदा तत्र ऋकारः यथावत् तिष्ठति तदानीं तत्र ऋकारस्य स्थाने ल इति आदेशः भवति यतोहि तत्र श्रुतिसामान्यम् इत्युक्तं तत्र र इत्यनेन तत्र र इत्यनेन ऋकारस्य अपि ग्रहणम् अनन्तरं ल इति लकारः इति आदेशः अस्ति चेत् तत्र श्रुतिसामान्यं कः इति चेत् ल इति आदेशः तत्तु लिट्लकारे वयं द्रष्टुं शक्नुमः तदनन्तरम् अग्रे इदानीम् उपदेशे षड् षश्च इति धातुः अस्ति ततः आरभ्य पठामः अत्र अरविन्द महोदय पठतु उपदेशे षज् षज् षश्च धात्वादेशः सः उपदेशे अनुनासिक यत् भूत्वा सज् सषज् ससज् धात्वादेशः सः मूलधातोः आतोः षहार अस्ति चेत् षकारस्य स्थाने सकारादेशो भवति धातोः आदि धात्वादि षष्टितत्पुरुषः तस्य धात्वादेः धात्वादेः षष्ट्यन्तं षः षष्ट्यन्तं सः प्रथमान्तं त्रिपदमिदं सूत्रम् आदेशे उपदेशे इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति धात्वादेः षः सः उपदेशे अत्र धातुः अस्ति षज् षश्च षत्र प्रथमवर्णमस्ति षकार षकारस्य सकारादेशो भवति धात्वादेशः सः इति सूत्रेण इति तत्र तत्र अन्तिम अकारस्य उपदेश अनुनासिक इति कृत्वा ससज् इति भवति धात्वादेशः सः सूत्रं किं वदति इति कृत्वा उपदेश अवस्थायां मूलधातोः आदेशकार अस्ति चेत् तस्य षकारस्य स्थाने सकारादेशो भवति इति सूत्रस्य सूत्रार्थः अस्ति तदनन्तरं ससज् इति स्थिते ओश्चुनाश्चु इत्यनेन स्चुत्वं कृत्वा ससज् इति सषज् सश्च इति सषश्च इति जलाञ्जश्चसि इत्यनेन जस्त्वं सज्ज इति जकारस्य द्युत्यन्मध्ये दृश्यते तत्र सज्ज योगः शप् सज्ज इति अङ्गं भवति सज्जा योगः ति अथवा ते उपेपदि अस्ति कृत्वा सज्जति सज्जते इति रूपद्वयं भवति तत्र स्तोश्चुनाश्चु जलाञ्जश्चषि इति सूत्रद्वयस्य प्रक्रिया अस्ति उपदेश धात्वादेशस्य पद अनन्तरम् अत्र जकारपूर्ववर्ती सकारस्य प्रथमं स्तोश्चुनाश्चु इति सूत्रेण सकारस्य शकार भवति तदनन्तरं शकारस्य जलाञ्जश्चषि इति अनेन जस्त्वं भूत्वा तत्र शकारस्य जश् जकार भूत्वा सज्ज इति भवति अङ्गं शप् योजनेन इति अङ्गं सज्ज इति भवति सज्जते सज्जते इति रूपद्वयमस्ति समीचीनं तत्र सोवर्षिणाश्चुः इत्यस्य कार्यार्थं तत्र किमस्ति सकारतकारयोः योगे शकारचकवर्ग अस्ति चेत् सकारतकारस्य स्थाने शकारचवर्ग आयाति इति सूत्रं वदति अत्र सकारस्य परं जकारमस्ति चवर्गीयचकारमस्ति इति कृत्वा सकारस्य सावर्ण्यं सकारस्य आदेशः शकारेण भवति समीचीनम् इदानीं जलाञ्जश्चषि इति सूत्रस्य निमित्तं तत्र निमित्तं किं जलाञ्जश्चषि अत्र यतः सुनाश्चु इति सूत्रेण सकारस्य शकारं यद्भवति सा शकारस्य योगे तत्र जकारमस्ति इति कृत्वा जल् वर्णस्य जश् आदेशो भवति जशि परे इति कारणतः शकारस्य जकार भवति. अत्र जलवर्णः कः? जलवर्णः अस्ति शकार. निमित्तं किम्? निमित्तमस्ति जशि, जशि परे तत्र जकारम् अस्ति, जशि जशि अङ्गभूतः अस्ति इति कृत्वा शकारस्य जकारं भवति. तत्र कथं निर्मितं शकारस्य जकारः इति? शकारस्य जकार इति स्थानेन्द्रतमा नास्ति. अस्ति तदेव तत्र इचुयशानां तालु इचुयशानां तालु इति सत्यं सत्यं. शकारः अपि तालव्यवर्णः. तत्र जकारः जकारेषु कः वर्णः भवितुमर्हति? तत्र जश् जश्वर्णेषु कः वर्णः भवितुमर्हति चेत् तालव्यवर्णः च वर्गस्य तृतीयवर्णः एव भवितुमर्हति इति कृत्वा गज्ज इति रूपम्. अस्तु समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? स्पष्टता अस्ति वा अत्र? अत्र आदौ तत्र धात्वादेः शः सः इति सूत्रेण षश्च इति धातौ षकारस्य सकारः अतः सस्ज्. अनन्तरं तत्र उपदेशे जननासिक इति नकारस्य अपि इति संज्ञा अतः सस्ज् इति लौकिकधातुः. तदनन्तरं सन्धिकार्यमेव सस्ज् इति स्थितौ सकारजकारयोः संयोगः अस्ति अतः सोहोश्चुनाश्चुः इति आदौ भवति. तत्र जकारस्य प्रभावेन सकारस्य स्थाने तालव्यशकारः अतः स ष ज इति भवति. इदानीं जलां जश्चषि इति सन्धिसम्बद्धसूत्रम्. अनेन सूत्रेण जल् झल् स्थाने झष् आदेशः भवति झषि परे इति उक्तम्. अतः तत्र अन्तिमजकारः झष् वर्णः, पूर्वं तालव्यशकारः झल् वर्णः, तस्य स्थाने झष् आदेशः भवति. कथं निर्णयं कुर्मः कः वर्णः इति चेत् स्थानेन्तरतमः इति सूत्रेण तत्र शकारः अपि तालव्यवर्णः, च वर्गस्य तृतीयवर्णः जकारः अपि तालव्यवर्णः इति कृत्वा तदेव झष् रूपेण वयं स्वीकुर्मः. अतः सज्ज इति रूपम्. अस्तु इदानीं जलां झष्टषि इति सूत्रं तत्र कः पमेला भगिनी पठति वा? आं भगिनि. जलां झष्टषि जलां स्थाने जशादेशो भवति जशि परे. स्थानेऽन्तरतमा इत्यनेन जश् वर्णेषु वर्णनिर्धारणं जलां षष्ट्यन्तं जशः प्रथमन्तं जशि सप्तम्यन्तं त्रिपदमिदं सूत्रं. जश् प्रत्याहारे वर्गाणां तृतीया चतुर्था च वर्णा अन्तर्भूता. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं जलां झष् झषि संहितायाम्. अस्तु तत्र जलां झष् झषि वयं पूर्वमेव दृष्टवन्तः, तस्य वर्णनं क्रियते. जलां स्थाने झषि परे झष् इत्यस्य अन्तर्भूतस्य वर्णस्य आदेशः भवति संहितां विषये. तत् जलामिति षष्ट्यन्तम् अतः तस्य स्थाने झष् इति प्रथमान्तं यत् अस्ति तस्य आदेशो भवति झष् प्रत्याहारे परे. झषि इत्युक्ते तत्र यदि तृतीयवर्ग वर्गीयव्यञ्जनानां तृतीयचतुर्थवर्णा ये सन्ति ते अन्तर्भूता, तदेव खलु भगिनि? सत्यं सत्यं सत्यं, समीचीनं. तत्र तत्र सश्ज इति स्थितौ झलां झषोऽन्ते कार्यं करोति वा? लश्च तत्र झकार तत् जलां झषन्ति कार्यं करोति अस्ति खलु भगिनि? जकार तु तृतीयवर्णः अस्ति, जलामपि अस्ति, पदान्तः नास्ति. पदान्ते नास्ति, दश्च इति पदं नास्ति खलु, जलां जश्वन्ते कार्यं न करोति, जलां जश्चषि इति सूत्रं पदान्ते कार्यं करोति वा? मने इति जलां जश्चषि अपदान्ते कार्यं करोति, केवलं जलां जशोन्ते तद् पदं तत् पदान्ते जलां जश्चषि अपदान्ते अस्ति इति अस्ति. यद्यपि तत्र सूत्रेण उक्तं तथापि झषि परे इति उक्तत्वात् अत्र अपदम् इति वयं ज्ञातुं शक्नुमः. अस्तु, अग्रिम अग्रिम उदाहरणानि पठतु. पठामि वा भगिनि? पठतु. तथैव तुदादीयगणे लस लश्च लज्जते, तुदादीयगण मश्च मज्जति, तुदादीयगण व्रश्च भृज्यति भृज्यते. तत्र सर्वत्र प्रथमं तु स्तोः स्तुनाश्चु कार्यं कृत्वा तदनन्तरं जलां जश् जशि इति कार्येण तत्र लज्जते मज्जति भृज्यति भृज्यते इति रूपं सिद्धं भवति अत्र. परन्तु धातुः तत्र अन्तिमधातुः कः? दश्च. परन्तु रूपं किमस्ति? पृच्छति. ओ, तत्र सम्प्रसारणं किमपि भवति एव भगिनि? सत्यं सत्यम् इति अस्ति, तदग्रे पश्यामः. सम्प्रसारणं भवति अत्र, रेपस्य स्थाने ऋकारः. तत्र पूर्वम् एकं सूत्रं तत्र अस्मिन् करपत्रे आसीत् खलु, ग्रहीज्या वै व्यधि व्यष्टि वचति वृष्यति पृच्छति पृज्यतीनाम् इति अस्ति खलु, बृज्यति इति अस्ति खलु, तर्हि तत्रापि सम्प्रसारणं भवति. अतः सम्प्रसारण कार्येण अत्र ब्रज् बृज् इति जातम्. अस्तु, धन्यवादः. इदानीम् अग्रे विजयलक्ष्मी भगिनी पठतु. जी बिन्दु वा तत् जि इति अग्रे? सत्यं. ष्ठिव् ष्ठिव् क्लं चम् एषां दीर्घत्वं क्षितिपरे. ष्ठिपु ष्ठिव् ष्ठिवुनिरसने. टु एक्स्पेक्टोरेट् स्पिट् औट्. क्लमु क्लं क्लमु ग्लानौ श्रान्तः भवति. आङः चमु आचम् आ योगः चमु अदने खादति इति अर्थे अत्र धातुत्रयं सन्ति अस्ति तस्य तत्र सूत्रमस्ति ष्ठिवु क्लमु चमां क्षिति इति. अत्र ष्ठिव् इति धातोः ष्ठिवु निरसने इति अर्थे ष्ठिव् इति धातु औपदेशिकधातुरूपमस्ति ष्ठिवु. अनुबन्धानां लोपानन्तरं ष्ठिव् इति तिष्ठति. क्लमु श्रान्तः इत्यर्थे ग्लानौ श्रान्तः. तत्र उकारस्य इत्संज्ञा अनन्तरं उपदेशे अजिनुनासिक इत्यनेन इत्संज्ञा तस्य लोपः इति उकारः गच्छति. क्लम् इति एव शिष्यते शिष्यति. अनन्तरम् आङः चमु आ इति उपसर्गयुक्तः चमु इति धातु औपदेशिकधातु. तत्र चम् इति एव शिष्यति. आचम् इति रूपम् आचम् इत्युक्ते अदने खादति इत्यर्थे. धातु ष्ठिवु क्लमु चमां क्षिति इति अत्र ष्ठिव् क्लं चम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं क्षितिप्रत्यये परे. ष्ठिवुश्च क्लमुश्च चं च तेषाम् इतरेतरद्वन्द्वः. ष्ठिवु क्लमो क्लमु चमः तेषां ष्ठिवु क्लमु चमां ष्ठिवु क्लमु चमां षष्ट्यन्तं क्षिति सप्तम्यन्तं द्विपदम् इदं सूत्रम्. क्षमाम् अष्टानां दीर्घः श्यनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ष्ठिवुक्लमुचमाम् अङ्गस्य अचः दीर्घः शिति इति. अत्र सूत्रे ष्ठिवु क्लम् अनन्तरं सोरि ष्ठिव् क्लम् चम् इति त्रयः धातवः सन्ति. ष्ठिव् अत्र औपदेशिकरूपं ष्ठिवु क्लमु अनन्तरं चम् इति ष्ठिवुश्च क्लमुश्च चम् इति एतेषाम् इतरेतरद्वन्द्वं कृत्वा ष्ठिवुक्लमुचमः तेषां षष्ट्यन्तरूपं भवति ष्ठिवुक्लमुचमाम् इति. ष्ठिवुक्लमुचमाम् अत्र षष्ट्यन्तमस्ति सूत्रे. शिति इति सप्तम्यन्तं द्विपदम् इदं सूत्रम्. अत्र किं क्षमाम् अष्टानां दीर्घः शनि इति सूत्रेण दीर्घः इति इत्यस्य अनुवृत्तिः अस्ति. दीर्घः इति यदा अनुवृत्तिरूपेण आयाति तदा अचश्च इति परिभाषासूत्रेण वयम् अवगन्तुं शक्नुमः यत् दीर्घः इति भवति चेत् केवलम् अच् इत्यस्य एव ह्रस्वः दीर्घः प्लुतः इति विधीयते इति. अतः अचः इति स्वयमेव आगत्य तत्र उपस्थितं भवति. अङ्गस्य इत्यस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं ष्ठिवु क्लमुचमाम् अङ्गस्य अचः दीर्घः शिति. शिति निमित्तं शिति भवति चेत् ष्ठिवु च क्लमु च चम् इति त्रयः धातवः यस्य अङ्गस्य भवति तत्र तस्य अचः दीर्घः भवति इति अर्थः. सम्यक् वा भगिनि? हा, बहु समीचीनं भगिनि, समीचीनं. तथैव अस्ति तत्र शिवुक्लमुचमाम् इत्यत्र तत्र धातोः निर्देशः अस्ति वा? अत्र उकारः अस्ति. उकारः तु नास्ति खलु, शित् न, इकारः भवति चेत् एव भवति. अत्र शिवु इति औपदेशिकरूपमिति भासते. औपदेशिकरूपमेव स्वीकृतं तत्र शिवुक्लमु इति औपदेशिकरूपं स्वीकृतं. केवलं चम् इत्यत्र चम् इत्येव स्वीकृतम् इत्युक्ते सर्वत्र धातोः निर्देशः भवति इत्यपि नास्ति. इकाष्टिपा सर्वत्र धातोः निर्देशः क्रियते इति नास्ति. अत्र एवमेव सौन्दर्यमस्ति. हा, एव सत्यम्. तर्हि एतेषां धातूनाम् अच्वर्णस्य दीर्घत्वं भवति क्षितिपरे इति उक्तं. तत्र सूत्रं सरलमेव, किमपि नास्ति. अग्रे अचश्च इति सूत्रमपि पठतु. अचश्च यत्र क्षम्यतां, तदनन्तरं पृच्छामि. वदतु वदतु, तदनन्तरं पृच्छामि. अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. उकालो अज्ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः सोरि इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनयोः किमर्थम् ओ इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिणामेन तृतीयान्तं भवति ह्रस्वदीर्घप्लुतैः शब्दैः इति. अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् अचश्च इति सूत्रं वदत् द्विपदम् इदं सूत्रम् अचः च इति अत्र ह्रस्वः दीर्घः प्लुतः इति केवलम् अचामेव भवति अतः यत्र यत्र अचः इति षष्ट्यन्तं पदम् आगच्छति तत्र तत्र ह्रस्वदीर्घप्लुतः इत्यस्य अपि अनुवृत्ति भवति कुतः अनुवृत्ति भवति इति प्रश्ने सति ऊकालो अज्ह्रस्वदीर्घप्लुतः इति सूत्रेण ह्रस्वदीर्घप्लुतः अनन्तरम् अच् इति पदद्वयम् अनुवृत्तिरूपेण आगच्छन्ति आगच्छतः पदद्वयम् आगच्छति तत्र विभक्तिपरिणामेन विभक्ति अत्र अस्माकं तृतीया विभक्तेः आवश्यकता अस्ति इति कृत्वा ह्रस्वदीर्घप्लुतः इत्यस्य तृतीया विभक्तेः परिणमते ह्रस्वदीर्घप्लुतैः इति भवति ह्रस्वदीर्घप्लुतैः शब्दैः इति अध्याह्रियते ह्रस्वदीर्घप्लुतैः अचः च अच् इति अनुवृत्तिसहितसूत्रस्य अर्थः अचश्च इति सूत्रस्य अर्थः ह्रस्वदीर्घप्लुतैः अचः च अच् इति समीचीनं समीचीनम् अस्तु वंशी भगिनी किमस्ति भगिनी एकं मूलं प्रश्न एकः मूलप्रश्नः अस्ति तत्र पृच्छामि वा इति तत्र किमर्थं धात्वादेशः शः सः इति कृतं पाणिनिना यतोहि तत्र सज् इति एकमेव धातुः अस्ति तत्र सज् किमर्थं न कृतं यतोहि तत्र यदि धातु त्रयं वा द्वौ धातुः स्तः तर्हि तत्र तु औपदेशिक अवस्थायां भेदः अस्ति दृश्यते परन्तु सज् इत्यस्मिन् तु एकमेव धातु अस्ति तर्हि किमर्थं धात्वादेशः किमर्थं शकारः योजितः इति प्रश्नः वा आम् आं भगिनि यतोहि तत्र तेन कारणेन भेदः भवति इति मम अवगमनम् आसीत् परन्तु अद्य तु किञ्चित् क्लेशः जातः किमर्थं कृतवान् इत्युक्ते अत्र प्रश्नः किं प्रश्नः तत्र धात्वादेशः शः सः इति सूत्रं किमर्थम् इति प्रश्नः वा नो चेत् धातौ सज् इति एव तत्र स्थापितं चेत् समीचीनं भवति न किमर्थं षज् इति तत्र कृतम् इति प्रश्नः जातः न जाने अपि च ष्ठिवि इत्यस्मिन् तु धात्वादेशः नास्ति इति ष्ठीवति इति एव रूपम् अस्ति तत्रापि तत्र ष्टिवु इत्यस्मिन् तु ष्टीव्यति इति एव लट्लकाररूपम् अस्ति तत्र धात्वादेशः सहसः न कृतं पाणिनिना अग्रे उच्यते अस्तु अस्तु षश्च इति धातौ किमर्थं तत्र शकारः एव मूलधातौ कृतं तत्र सकारः क्रियते चेत् तत्र कुत्रचित् दोषः जायते वा इति द्रष्टव्यम् इदानीं मम मनसि न स्फुरति भगिनी कुत्रापि अहं निषज्यते इति रूपं दृष्टवती तत्र शत्वम् इति आदेशप्रत्ययोः इत्यस्य कृते आदेशप्रत्ययोः इत्यस्य कृते भवितुमर्हति कुत्र भगिनी पुनः वदतु भगिनी एकवारं नावगम्यते आदौ यदि उपसर्गः भवति तत्र सकारस्य षकारः भवति तद् धात्वादेः शः सः इति तत्कारणमेव तत्र षकारः आदौ अस्ति परन्तु साधारणरूपे तु न दृश्यते परन्तु यदा उपसर्गः आयाति तत्समये सकारस्य शकारः भवति तत्कारणमेव इत्युक्ते तत्र नियोगः नियोगः सज् इति अस्ति इति चिन्तयति लौकिकधातुः सज् नियोगः सज् इदानीं तत्र यतोहि तत्र रूपं तत्र लटी तु रूपं तु सज्जति इति एव अस्ति तत्र तु शकारस्य आवश्यकता नास्ति परन्तु यदा तत्र इन् वर्णः आयाति तत्र उपसर्गरूपेण अथवा अन्यरूपेण इन् वर्णः आयाति तदानीं यः आदेशरूपी सकारः अस्ति तस्यापि षत्वं जायते आदेशप्रत्ययः इत्यनेन. इदानीं सकारस्य स्थाने सकारादेशः आयाति खलु, अतः सकारः आदेशरूपी सकारः इति कृत्वा तत्र षत्वं भवति इति एतादृशसन्दर्भः अस्ति चेत् तत्र समीचीनं भगिनि. तत्रैव तत्र भगवत् तत्र प्रयोगः अपि दृश्यते, तत्र भगवद्गीतायां कर्म स्वनुषज्यते इति अस्ति तत्र कर्म सज्यते. अस्तु अस्तु, समीचीनं, उत्तमं, धन्यवादः. अन्यः धातुः, अन्यः धातुः अपि अस्ति, शक् शक् तत्र मूर्धनिषकारः वा श्वश्क इति अस्ति, श्वश्क शुक् शुक् शक् न शुक् शुक् कः धातुः शुक् शुक् मूर्धन्यषकारः वा आदौ मूर्धने षकारः शुरक शुक धातुरूप शुक शृक भवति. श्नुः श्निः अपि अस्ति भगिनि. श्नुः श्निः इति तत्र बहवः धातवः सन्ति यत्र आमां सत्यं बहवः धातवः सन्ति यत्र धात्वादेः शः सः कार्यं करोति. अस्तु इदानीं तत्र अग्रे गच्छेम. तत्र लक्ष्मीभगिनी अग्रे पठतु. अचश्च इति सूत्रस्य अवगमनं जातं खलु, यत्र यत्र सूत्रेषु ह्रस्वदीर्घप्लुतः इति विधीयते तत्र तत्र कस्य विधीयते इति चेत् अच्वर्णस्य एव विधीयते. अतः अचः इति अचश्च इत्यस्मात् सूत्रात् षष्ट्यन्तरूपेण आयाति अस्माकं विधायकसूत्रेषु. इदं सूत्रं परिभाषासूत्रम्. अस्तु भगिनि. आं भगिनि, ऊकालो अच् ह्रस्वदीर्घप्लुतः इति संज्ञासूत्रम्. अनेन उ इत्यस्य नाम ह्रस्वः, ऊ इत्यस्य नाम दीर्घः, उ त्रिमात्रा इत्यस्य नाम प्लुतः. ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः तत्र तत्र तत्र अचः स्थाने एव अयम् आदेशः भवति. अचश्च इति सूत्रस्य इतोपि अर्थविवरणम् अस्मिन् सूत्रे भवति. ऊकालो अच् ह्रस्वदीर्घप्लुतः इति संज्ञासूत्रम् अस्ति. अस्मिन् सूत्रे उ इत्यस्य ह्रस्वः इति अर्थः, उ इत्यस्य दीर्घः, तदनन्तरम् उ त्रिमात्रा ऊकारस्य नाम प्लुतः इति उक्तमस्ति. एतत् सूत्रम् अचश्च इत्यस्मात् पूर्वमस्ति, अतः अग्रिम अचश्च इति यदा आगच्छति तस्मिन् सन्दर्भे यत्र यत्र यत्र यत्र एतानि शब्दानि आगच्छन्ति ह्रस्वदीर्घप्लुतः तत्र तत्र अचः इत्यस्य स्थाने एव अयम् आदेशः इति ज्ञायते. अग्रे पठानि वा? अग्रे पठतु, अग्रे पठतु. वार्तिकम् आङि चम इति वक्तव्यम्. आ चामति, आङि किं, चमति विचमति अचमीत् नाम आ इति उपसर्गः अस्ति चेदेव चम धातोः अच् दीर्घो भवति. अत्र ष्टिवु क्लमु चमांशिति इत्यत्र चमु इति धातुः अस्ति, तस्य सर्वदा आङ् इति उपसर्गसहितमेव तत् धातुः सः धातुः आगच्छति इति उक्तमस्ति. तत् वार्तिकेन उक्तम् आङि चम इति वक्तव्यम् इति वार्तिकेन आचामति इति रूपं निष्पद्यते. चम धातुः स्वमेधया न तिष्ठति, आङ् इति उपसर्गयोजनेन एव तिष्ठति इति अस्मिन् वार्तिके उक्तं. तदा एव अच् इत्यस्य दीर्घः भवति. इत्युक्ते तत्र पाणिनि किं कृतवान् सः उक्तवान् तत्र चम् धातुः अस्ति चेत् तत्र दीर्घत्वं भवति क्षितिपरे इति उक्तवान्, परन्तु तत्र वार्तिकारः सः किम् आगत्य किं वदति तथा न वक्तव्यं, केवलं चम् धातुः अस्ति चेत् दीर्घत्वं न भवति, अत्र आङ् इति उपसर्गः अस्ति चेदेव भवति इति वक्तव्यम् आसीत् इत्युक्ते तत्र एकरीत्या तत्र दोषः अस्ति इति वदति, आङ्गी चम इति वक्तव्यम् आसीत्, तर्हि आङ् उपसर्गः अस्ति चेदेव चम् धातोः दीर्घत्वं भवति, अतः एव आचामति इति रूपं। तर्हि आङ्गी इत्यस्य किं प्रयोजनम् इति चेत् आङ् इति उपसर्गः नास्ति चेत् तत्र केवलं चमति इत्येव रूपं भवति, विचमति इत्येव रूप वि इति उपसर्गः अस्ति तथापि तत्र विचमति इत्येव रूपम् अचमीत्, सर्वत्र पश्यामः चेत् दीर्घत्वं नास्ति चमति विचमति अचमीत् इत्यत्र, किमर्थं नास्ति इति चेत् आङ् इति उपसर्गः नास्ति, आङ् इति उपसर्गः यत्र अस्ति तत्र एव चम् धातोः दीर्घत्वम् इति वक्तव्यम् इति वार्तिकस्य अर्थः। अग्रे भगिनि अग्रे पठामि वा? आम्, आङ्गः चमो आचम् आचम् योगशप् ष्टिवुक्लमुचमांशिति इत्यनेन आचाम रूपम् आचामति। अत्र आङ् उपसर्गस्य योजनेन यत्र चमु धातुः अस्ति तत्र आचम् इति धातुः, पुनः आचम् योगशप् इत्यत्र ष्टिवुक्लमुचमांशिति इति सूत्रस्य प्रवर्तनेन चकारोत्तरवर्ति अकारस्य दीर्घः भवति, आचाम इति अङ्गं पुनः तिप् प्रत्ययस्य योजनेन आचामति इति लटि प्रथमपुरुषे एकवचनरूपं निष्पद्यते। क्लमु इत्यत्र क्लम् इति क्लम् पुनः क्लम् योगशप् ष्टिवु क्लमु यमांशिति इत्यनेन क्लाम् क्लामति दिवादिगणे क्लाम्यति इति अस्ति। क्लमु इत्यत्रापि उकारस्य अजन उपदेश्य अजननासिक इत्यनेन उकारः अपगच्छति इत्यस्ति, तदनन्तरं तस्य लोपः इत्यनेन अपगच्छति, क्लम् इति निष्पद्यते। क्लम् योगशप् तत्र लकारोत्तरवर्ति अकारस्य दीर्घः भवति ष्टिवु क्लमुचमांशिति इति सूत्रेण क्लाम् इति रूपं, क्लाम् योगतिप् क्लामति इति भ्वादिगणे दिवादिगणे यत्र यक या इति ष्यन् इति विकर्णप्रत्ययस्य योजनेन क्लाम्यति इति रूपमपि निष्पद्यते। ष्टिवु ष्टिव् ष्टिव् योगशप् ष्टिवु क्लमु चमांशिति ष्टीव् ष्टीवति इति रूपं, तत्रापि ष्टिवु इति औपदेशिकधातुः उकारस्य उपदेशे अजननासिक इत्यनेन इत्सज्ञा तस्य लोपः कृत्वा ष्टिव् इति रूपं, ष्टिव् योगशप् तस्मिन् सन्दर्भे ष्टिवु क्लमु चमांशिति इति सूत्रेण ठकारोत्तरवर्ति इकारस्य ईकारः तथा ष्टीव् इति आगच्छति, ष्टीव् योगशप् ष्टीवा इति अङ्गं, ष्टीवा योगतिप् ष्टीवति इति प्रथमपुरुषे एकवचने रूपं सिद्ध्यते। समीचीनं, सर्वत्र केवलम् उपादायाः दीर्घत्वमेव दृश्यते। ष्टिव् इत्यत्र ष्टिव् योगः शप् इत्यत्र अन्यत् किमपि प्रसक्तमस्ति वा? ष्टीव् योग शप् इत्यत्र वा? ष्टिव् योगः शप् इत्यत्र, हा ष्टिव् योग शप् इत्यत्र हा सत्यं, पुगन्धलघुपदस्य च ष्टिव् अस्ति चेत् लघुपदं भवति, तत् तस्य उपरि ष्टिवु क्लमु यमां ष्टिवु क्लमु चमां शिति इत्यस्य सूत्रस्य प्रसक्तिः अस्ति प्रायः, तत् अपवादसूत्रेण तस्य प्राप्तिः। एतत् सूत्रम् अत्र एव प्रवर्तते, न चेत् अन्यत्र कुत्रापि तस्य अवकाशः न प्राप्यते इत्यनेन अपवादबलेन ष्टिवु क्लमु चमां शिति इति सूत्रं प्रवर्तते इति वक्तव्यम्। समीचीनम्, अत्र कोऽपि प्रश्नः अस्ति वा? सरलमेव इति भाति भगिनी, मम एकः प्रश्नः तत्र ष्टिवु ष्टिवु क्लमु चमांशिति इति सूत्रेण क्लम् इति धातोः अचः दीर्घत्वं भवति शितिपरे, तर्हि शमामष्टानां दीर्घश्यनि अत्र पुनः एकवारं तत् किं किमर्थं परिगणितमस्ति क्लम् इति धातुः? हा, तस्य विषये अग्रे आयास्यति, अग्रे आयास्यति तस्य विषये, तत्र बहु चर्चा अस्ति तस्य विषये, दोषः अस्ति वा इति चिन्तनमस्ति अस्माकं करपत्रेषु एव अस्ति, तत् पश्यामः, तत्र सुदादिगणे सुदादिगणीयविषये आयाति इति चिन्तयामि, सुदादिगणीयविषये आयाति इति चिन्तयामि, तदानीं तदानीं पश्यामः, तत्र विस्तृतरूपेण चर्चा अस्ति अस्माकं करपत्रे. ओ, अहं दृष्टवती अधुना एव शमामष्टानां तत् सूत्रं दृष्टवती, तत्र अष्टधातोः श्क्लम् इति तेषु अन्यतमः अस्ति, अतः मम एकः शङ्का किमर्थं चेत्, परन्तु एतावता अस्माभिः अस्मिन् वर्गे तत्र शमामष्टानां दीर्घः इति सूत्रं न पठितं खलु, अतः इदानीं तस्य चर्चां कुर्मः चेत् तत्र सर्वेषां स्पष्टता न भवति, यदा तस्मिन् सूत्रे चिन्तनं भवति तदानीं चिन्तनं कुर्मः, द्वयोः तुलनां कृत्वा चिन्तनं कुर्मः. ओ अस्तु अस्तु भगिनि, धन्यवादः. तर्हि इदानीं शोभा भगिनी अग्रे. आं भगिनि, अग्रिमं सूत्रं सुधातुष्टिवुष्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकम्. धात्वादेः सहसः इत्यस्य निषेधकं नामधातूनां ष्टिवु श्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति. षोडीयते नामधातुः, षण्डीयते नामधातुः, स्टीवति शष्कते श्वष्कते. अस्तु, तत्र ध्येयं यत् स्टिव् योगः शप् इति स्थितौ स्टिवु क्लमु चमांशिति पुगन्तलघुपदस्य च इत्यनयोः मध्ये पुगन्तलघुपदस्य च पूर्व परसूत्रं, किन्तु स्टिव् धातोः षित् प्रत्यये परे पुगन्तलघुपदस्य च इत्यनेन गुणो भवति चेत् स्टिवु क्लमु चमांशिति इत्यस्मिन् स्टिव् इति भागस्य अन्यत्र लब्धावकाशो नास्ति, तस्मात् अत्र तु अपवादस्य वार्ता इत्यञ्च एतादृशेषु स्थलेषु ष्टिवु क्लमु चमांशिति एव प्रवर्तते, न तु पुगन्तलघुपदस्य च इति सूत्रम्. अस्तु, तत्र एतत्तु वार्तिकमस्ति, अपि च धात्वादेः सहसः इति इत्यस्य निषेधं कर्तुम् एव आगच्छति. नामधातूनाम् इत्युक्ते तत्र नामधातूनां ष्टिवु श्वष्कनयोः धात्वोः षकारस्य स्थाने सकारादेशः न इष्टं, तत्र मूर्धने षकारः एव स्थातव्यम्. षोडीयते नामधातुः, षण्डीयते नामधातुः, तत्र किम् अस्ति इति, अपि च स्टीवति श्वष्कते. अस्तु, एकक्षणं भगिनि, तत्र अग्रे स्टिव् योगः शप् इति यथा अधुना भवति. एकक्षणं भगिनि, एकक्षणम्, अत्र तु अत्र किम् अत्र वार्तिकं किम् उक्तम्? अत्र सुब् धातु इति उक्तं, सुब् धातु इत्यनेन किं तत्र विवक्षितम्? सुप् सुप् इति इत्यस्य सुब् इति भवति तत्र किल इति मन्ये, सुबन्तधातु. हा, सुबन्तधातु इत्युक्ते किम्? सुप्रयोगे सुबन्तप्रयोगे नामधातु अस्ति अस्ति चेत् नामपदं भवति, क्विप् योजनेन धातोः प्रातिपदिकं भवति. न, धातुः प्रातिपदिकं भवति चेत् तद् नामधातुः अस्ति वा? अनन्तरं तत्र यकारः युज्यते, षोडीय इति भवति, अनन्तरं षोडीय षोडीय इति त्यजतु, षोडीय इति त्यजतु, तत्र सुब् धातुः इति उक्तं खलु वार्तिके, सुब् धातोः अर्थः कः? प्रातिपदिकात् निष्पन्नः इति वा? धातु इति अस्ति, प्रातिपदिकात् निष्पन्नः धातुः, प्रातिपदिकात् निष्पन्नः धातुः. इदानीं तत्र समतुधातु एव समानमेव वा? समतुधातु अपि तव तु प्रत्ययः योजय योजनेन अपि न तव तु न तव तव तु प्र तव इत्युक्ते तत्र तव तु प्रत्ययं यदा योजयामः तदानीं सुबन्तं जायते खलु प्रातिपदिकं जायते तादृशप्रातिपदिकात् यदा प्रत्ययस्य योजनेन धातुत्वं लभ्यते तादृशसन्दर्भः इदानीं पश्यतु अत्र केचन धातवः सन्ति यत्र निच् प्रत्ययः प्रातिपदिकेभ्यः अपि भवितुम् अर्हति यदा मिश्र इति प्रातिपदिकमस्ति मिश्र इति प्रातिपदिकात् निच् प्रत्ययः यदा योजयामः तदानीं तत्र नूतनधातुः लभ्यते निच् प्रत्ययस्य योजनेन एवमेव तत्र क्यच् इति प्रत्ययः अस्ति क्यच् प्रत्ययः सुपः आत्मनः क्यच् इति सूत्रेण क्यच् प्रत्ययः भवति तर्हि आत्मनः पुत्रम् इच्छति इत्यस्मिन् अर्थे तत्र पुत्र इति शब्दात् क्यच् प्रत्ययः भवति चेत् तत्र पुत्रीयते इति रूपं पुत्रीयते तत्र पुत्र इति प्रातिपदिकात् क्यच् प्रत्ययस्य योजनेन तत्र नूतनः धातुः लभ्यते तनाद्यन्ताधातवः इति नूतनधातुः लभ्यते सः नूतनधातुः एव नामधातुः किमर्थं नामधातुः यतोहि प्रातिपदिकात् निष्पन्नः इति कृत्वा नामधातुः तदेव सुब्धातुः वदतु भगिनि तदेव तत्र सुब्धातुः अत्र यदुक्तमस्ति वार्तिके सुब्धातुः इत्युक्ते नामधातुः तादृशधातुः यः सुबन्तात् निष्पन्नः इति अर्थः सुबन्त तत्र सन् सनन् सन्धातुवः निजन् अपि च निजन्तधातवः अपि निजन्तः अपि अस्ति सनन्तः अपि सनन्तः अपि तत्र केचन सन् प्रत्ययः प्रातिपदिकादेव उत्पद्यन्ते अतः तादृशसन्दर्भेषु अत्र सत्वं न भवति धात्वादेः सहसः इति सत्वं न भवति तदर्थम् अत्र उदाहरणद्वयं दत्तमस्ति षोडीयते षण्डीयते सत्वं तत्र धात्वादेः सहसः इत्यस्य कार्यं न दृश्यते तत्र अपि च तत्र ष्टिवु श्वश्क इति धातुद्वयम् अनयोः अपि तत्र सकारादेशः न भवति धात्वादेः सहसः इत्यस्य कार्यं न भवति तत्रापि को अर्थः भगिनि शोडीयते ष्टिवु इत्युक्ते शोडीयते इति किं ष्टिवु टु स्पिट् औट् इति अस्ति शोडीयते इत्युक्ते शोडीयते इति तत्र शोडीयते इत्यस्य अर्थः कः इति द्रष्टव्यं परन्तु शोडीयते इति तु स्टिव् धातुतः न निष्पन्नः ओ एवं वा शोडीयते इति स्टिव् धातुतः न निष्पन्नः प्रातिपदिकम् अस्ति तत्र प्रातिपदिकमस्ति प्रातिपदिकात् निष्पन्नः धातुः तत्र षोड इति प्रातिपदिकं षोड इति प्रातिपदिकं तस्मात् निष्पन्नः अयं शब्दः एवमेव षण्ड इति प्रातिपदिकं तस्मात् निष्पन्नः अयं शब्दः तर्हि तत्र पश्यतु कोशे तत्र कः अर्थः इति परन्तु अत्र अस्ति खलु धात्वादेः सहसः इति निषेधः इत्यस्य निषेधः नामधातूनां ष्टिवु श्वश्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति अनन्तरं षोडीयते इति अस्ति अतः ष्टिवूतः षोडीयते इति नास्ति वा न ष्टिवूतः षोडीयते इति नास्ति सुब्धातुः इति उक्तं खलु तत्र सुब्धातोः अपि इदानीं षोडीय इति नूतनधातुः अस्ति षोडीय इति नूतनधातुः षोडीय इति नूतनधातौ धात्वादेः सहसः इति कार्यं करोति वा इति चेत् न यतोहि नामधातुः अस्ति एवमेव षण्डीय इति नामधातुः षण्डीय इति नामधातुः तत्र धात्वादेः सहसः कार्यं करोति वा इति चेत् न नामधातुषु धात्वादेः सहसः कार्यं न करोति अपि च स्टिवु श्वश्क् अनयोः अपि न कार्यं करोति यदि तत्र सुब्धातुः इति एव नास्ति चेत् वार्तिके तदा तत्र भवती यद्वदति तत् समीचीनं श्वश्कति श्वश्कतौ इति स्यात् अथवा श्वश् कतयोः इति अस्ति चेत् तदानीं तत्र सुब्धातोः विषये एव न उक्तम् इति वदामः, परन्तु अत्र सुब्धातुः इति उक्तत्वात् अत्र षोडीय इति सुब्धातुः, षण्डीय इति सुब्धातुः आचेष्टयति अर्थं षोडीय आचष्टे इत्युक्ते किं, तदेव अहमपि दृष्टवती. To look or oversee etc. षण्डीय षण्डीय यत्र न दृश्यते किन्तु मया कुत्रापि पठितमस्ति मुण्डनय इति अर्थे अस्ति. षोडीय आचष्टे इत्युक्ते वदनमपि भवति, आचष्टे नाम वदनं, वदति इत्यपि अर्थः आचष्टे इत्यस्य. अस्तु तत्र अग्रिमपरिच्छेदमपि समापयतु भगिनि. आं भगिनि, तत्र तु अधुना यत् चर्चा अभवत् तस्य कृते तत्र ष्टिव् योगः शप् इत्यस्मिन् शप् इति विकरणप्रत्ययः अस्ति अपि च पित् अस्ति, तेन गुणः भवितुम् अर्हति, किन्तु पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इक् वर्णः अस्ति इत्यनेन किन्तु न भवति. किमर्थं चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति चेत् ष्टिवु क्लमु चमांशिति इति सूत्रस्य कार्यं न भवति. अपि च अत्र न भवति चेत् अन्यत्र लब्धावकाशः नास्ति इति कृत्वा अपवादबलेन तत्र कार्यं करोति इति कृत्वा तत्र गुणः न भवति. तावदेव अस्ति तत्र. एकं न अवगतं भगिनि, तत्र नामधातुः प्रातिपदिकात् निष्पन्नः इत्युक्ते तत्र प्रातिपदिकम् इत्युक्ते धातुः योगः कृत् प्रत्ययः, तेन प्रातिपदिकं भवति. किन्तु तदनन्तरं सुप् प्रत्ययस्य योजनेन सुप् इति सुबन्तपदम् इति तु भवति. सुप् धातुः इत्युक्ते तत्र कृत् प्रत्ययः भवन्ति किल तत्र. किं तत्र यत् षोडीय इति धातुः अधुना तत्र धातुः किमस्ति तत्र भगिनि, प्रत्ययः किम् अपि च षोडीय तत्र तु सन्नन्त सन्नन्त नास्ति, क्यच् अस्ति इति भावयामि. षोड इति प्रातिपदिकात् क्यच् प्रत्ययः विधीयते. ओ अधुना अवगतं, षोड इति तत्र तु सूप् अस्ति एव. षोड इति प्रातिपदिकात् क्यच् प्रत्ययः भवति, तदानीं तत्र कार्याणि भूत्वा षोडीय इति धातुः, नूतनधातुः. षोडीय इति धातुः, षण्डीय इति धातुः. अस्तु अस्तु, धन्यवादः. अग्रे शुभदा भगिनी अग्रे पठति वा. आं भगिनि, गुहधातोः उपधा दीर्घः अजादिप्रत्यये परे गुहसंवरणे आवृणोति इति अर्थे ऊदुपधाया गोहः क्षम्यताम्, गुहधातोः उपधायाः दीर्घ उकारादेशो भवति गुणहेतावजादौ प्रत्यये परे. ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्. अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं गोः अङ्गस्य उपधायाः ऊत् अचि. अत्र ऊदुपधाया गोः इति सूत्रमस्ति गुहधातोः विषये एतत् सूत्रं वदति. गुहधातोः उपधायाः दीर्घ ऊकारादेशः भवति गुणहेतावजादौ प्रत्यये परे. गुण एतत्तु न जानामि भगिनि, अजादौ प्रत्यये परे तु अवगतं, परन्तु गुणहेतावजादौ इत्युक्ते गुणहेतुः गुणहेतुः इत्युक्ते तादृश अजादिप्रत्ययः यस् येन कारणेन गुणः सम्भवति गुणस्य हेतुः यत्र भवति तादृशप्रत्ययः अस्तु तादृशप्रत्ययः यत् यस्य कारणेन गुणः सम्भवति इत्युक्ते शप् अस्ति चेत् यत्र पुगन्तलघुपदस्य च इत्यनेन गुणः सम्भवति एतादृशः प्रत्ययः अस्ति चेत् तत्र गुणः न भवति परन्तु दीर्घ ऊकारादेशः भवति इति सूत्रं वदति अत्र गोहः अङ्गस्य उपधायाः ऊत् अचिपरे अच् प्रत्ययः अजन्तप्रत्ययः परे अस्ति चेत् यस्मात् कारणात् गुणः भवितुम् अर्हति तत्र एतस्मिन् प्रसङ्गे उपधायाः ऊत् इति आदेशः भवति अत्र उपधायां तु लघु उकारः अस्ति तस्य दीर्घ ऊकारः भवति इति सूत्रं वदति गुः गुह गुहयोगः शप् ऊदुपधायाः क्षम्यताम् ऊदुपधाया गोहः इत्यनेन गूह इति भवति गूहति गूहते इति रूपाणि समीचीनं तर्हि तत्र गोहः इति उक्तं सूत्रे तत्र गोहः इति किमर्थम् उक्तम् इति चिन्तनीयं सूत्रे तत्र धातुः कः गुः इति धातुः गुः धातोः षष्ट्यन्तं रूपं किं भवति गुहः इति स्यात् खलु उदुपदायाः गुहः इति स्यात् परन्तु सूत्रे गुहः इति न उक्तं गोहः इति उक्तं गोहः इति उक्तत्वात् तदर्थमेव व्याख्याने उक्तमस्ति गुणहेतौ अजादौ प्रत्यये परे इति उक्तम् इत्युक्ते यत्र गुणः सम्भवति तत्र गुणं प्रबाद्य इदं सूत्रं कार्यं करोति यत्र गुणः सम्भवति इत्युक्ते अत्र गुहयोगः शप् इति अस्ति चेत् तत्र शप्रत्ययः अजादिः अस्ति अपि च गुणः अपि सम्भवति शप्रत्ययम् आश्रित्य अतः गोः इति भवितुम् अर्हति परन्तु गुणं प्रबाद्य ऊदुपदायाः गोहः इति सूत्रेण उपदायाः स्थाने ऊत् इति आदेशः भवति अतः गूह इति रूपं निष्पद्यते परन्तु यदि तत्र धातुः जो गूड् इति अस्ति इति चिन्तयन्तु यङ्ग् लुगन्तधातुः अस्ति इति चिन्तयन्तु जो गूड् तर्हि जो गूड् इति धातुतः तत्र लटि प्रथमपुरुषे बहुवचने अत् इति प्रत्ययं योजयामः चेत् अत् इति प्रत्ययः यद्यपि अजादिः अस्ति परन्तु अपित् अस्ति इति कृत्वा तत्र जो गुड् इत्यत्र जो गूड् इति न भवति यतोहि यद्यपि प्रत्ययः अजादिः परन्तु अपित् अस्ति चेत् तत्र अस्य सूत्रस्य कार्यं न भवति यतोहि गुणस्य हेतुः नास्ति तत्र आगतं वा आमाम् इत्युक्ते गोः इति षष्ट्यन्तम् अस्ति अतः गोः इत्यस्य स्थाने इति चिन्तनं समीचीनं वा हा गोः इत्यस्य उपदायाः ऊत् गोः इत्यस्य उपदायाः ऊत् गोः इति तत्र अङ्गस्य गोः उपदा तर्हि गोः उपदा अनयोः कः सम्बन्धः गोः उपदा अत्र अवयवषष्ठी अस्ति विशेषविशेषसम्बन्ध विशेषविशेषणं नास्ति गोः उपदा इत्युक्ते मम शरीरं मम हस्तः इति वदामः चेत् यथा अस्ति तथैव गोः उपदा इत्युक्ते गोः अवयवी उपदा अवयवः खलु अत्र गोः इत्यस्य स्थाने गूह भवति इति वा भगिनि तदेव मम चिन्तनमासीत् उपधायां गुह इति अस्ति तत्र उपधायां गो ह्रस्व उकारः अस्ति इति गोः इति रूपं सिद्ध्यति परन्तु अत्र गोः इत्यस्य स्थाने गूह इति करोतु इति सूत्रम् इति मन्ये इत्युक्ते गोहः इति वदति चेत् तदानीं प्रथमं गुणं कृत्वा तदनन्तरम् ओकारस्य उकारादेशः इति भवती वदति परन्तु व्याख्यानेषु तथा न उच्यते वाक्यानेषु तत्र किम् उच्यते इति चेत् यत्र गुणः सम्भवति परन्तु गुणं प्रबाद्य इदं सूत्रं कार्यं करोति. अतः इदानीं गुह्ययोगः शप् इत्यत्र गोहयोगः शप् इदानीम् ओकारस्य उकारादेशः इति नास्ति, परन्तु गुह्ययोगः शप् इत्यत्र शप् इति प्रत्ययेन गुणः सम्भवति, ओकारः जायमानः अस्ति परन्तु तत् प्रबाद्य उकारस्य ऊकारादेशः इति उक्तमस्ति व्याख्यानेषु. इत्युक्ते अजादिप्रत्ययः भवति चेत् एव दीर्घ ऊकारः भवति इति. हा, न केवलम् अजादिप्रत्ययः परन्तु तादृश अजादिप्रत्ययः यत्र गुणः सम्भवति. हा अस्तु, गुणस्य हेतुः यत्र भवति तत्र एव. तर्हि गूह अनीयप्रत्ययः किं भवति? गूहनीय इति, गूहनीयम् इति भवति, भवति गूहनीयम् इति भवति. गूहत् गूहकः. तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. नमस्ते भगिनि.